हा नमस्सर्वेभ्यः पुनः अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्। अद्य नूतनविषयः आरप्स्यते, गुणः इति विषयः। एतावता अस्माभिः किं किम् अधीतम् इति चेत्, धातुगणानां विषये अधीतवन्तः। दशधातुगणाः सन्ति, प्रत्येकस्मिन् गणे विकरणप्रत्ययः कः, तस्य स्वभावः कः इति किञ्चित् दृष्टमासीत्। तदनन्तरं तत्र मूलयन्त्राणि, माहेश्वरसूत्राणि, चतुर्दशसूत्राणि अपि पठितवन्तः। तदनन्तरं पाणिनीयसूत्रं कथं पठनीयं, सूत्रेषु विभक्तीनाम् अर्थः कः, अत्र षष्टिविभक्तिः इत्युक्ते स्थानि, सप्तमी इत्युक्ते पूर्वकार्यं, पञ्चमी इत्युक्ते परकार्यं, तत्सर्वम् अस्माभिः अधीतं। तदनन्तरं सम्पूर्णतया इत्संज्ञाप्रकरणं, तत्र सूत्राणि अपि पठितवन्तः, सप्तसूत्राणि पठितवन्तः। अनन्तरं तस्य लोपः इति अपि पठितवन्तः। अधुना तत्र धातुगणानां विषये पठितवन्तः। तत्र गुणः इति महत्त्वपूर्णसिद्धान्तः वर्तते। सर्वत्र वयं पश्यामः, सार्वधातुकप्रकरणं भवतु, आर्धधातुकप्रकरणं भवतु, सर्वत्र वयं पश्यामः गुणः इति सिद्धान्तः सर्वत्र प्रवर्तते। तर्हि गुणः नाम कः इति अद्य पश्यामः। पूर्वमपि अस्माभिः किञ्चित् पठितं तस्मिन् विषये गुणः इति। तर्हि पुनः अत्र सूत्ररूपेण गुणस्य कार्यं कथं भवति इति एकवारं पठामः। तर्हि आदौ अत्र, अपि च तत्र गते सप्ताहे एकः प्रश्नः आसीत्, लशक्व तद्दिते इति सूत्रे तद्दितप्रत्ययस्य उदाहरणं किम् इति। तत्र तद्दितप्रत्ययस्य उदाहरणम् इत्युक्ते तत्र कन् इति एकः प्रत्ययः अस्ति, तत्रापि कन् इति प्रत्यये ककारः आदौ अस्ति, लशक्व तद्दिते इत्यनेन तद्दितप्रत्ययः अस्ति इति कृत्वा ककारस्य इत्संज्ञा न भवति। तत्र कन् इत्यनेन किं रूपं तत्सर्वम् इदानीं मास्तु, परन्तु अत्र ककारस्य इत्संज्ञा न भवति। अत्र तद्दितप्रत्ययः अस्ति चेत् आदौ यः लकारः अथवा शकारः अथवा कवर्गीयवर्णः अस्ति तस्य इत्संज्ञा न भवति इति तावत् अत्र पर्याप्तम्। अधुना अत्र अस्माकं विषयः गुणः इति विषयः। तर्हि गुणः इति विषयः, कोऽपि वदतु, गुणः इत्युक्ते किम्? अजयन् गुणः। अजयन् गुणः, भगिनी अहं वदामि। हा वदतु। हा, गुण यदि वयं जानीमः, तस्य स्वरस्य परिवर्तनं भवति, स्वरस्य विकृतरूप उदाहरणरूपेण इ तस्य परिवर्तनम् ए अस्ति, ए तस्य वर्गस्य गुणः अस्ति। पुनः ओ भवति, ओ तस्य गुणः अस्ति। रि अस्य परिवर्तनम् अर् रूपेण भवति, अर्थात् गुणः विकृतरूपस्य नाम गुणः अस्ति। समीचीनं महोदय, सम्यक् अस्ति। तर्हि गुणः इति वारं वारं शृण्मः। गुणः इति एका संज्ञा अस्ति, गुणः यथा कोऽपि संज्ञा अस्ति। हा, कोऽपि उक्तवती अथवा अत्र गुणः अदेङ्गुणः इति सूत्रमस्ति, गुणसंज्ञासूत्रम् अदेङ्गुणः। तर्हि अदेङ्गुणः, गुणः इत्युक्ते कस्य वर्णनमस्ति गुणः इत्यनेन इति चेत्, ह्रस्व अकारः, एकारः, ओकारः, एतेषां त्रयाणां वर्णानां गुणसंज्ञा अस्ति। तर्हि अत्र कुत्रचित् ध्वनिः अस्ति, भगिनि एकः प्रश्नं प्रष्टुं शक्नोमि किम्? हा, किञ्चित् वदामि भगिनि तदनन्तरम्। अस्तु, गुणस्य विषये किञ्चित् वदामि तदनन्तरं पृच्छतु। अस्तु, तर्हि गुणः इति चेत्, प्रथमतया अत्र अङ्गम् इत्युक्ते किम् इति एकवारं पश्यामः। यथा अहं पूर्वमपि उक्तवती, अङ्गम् इत्युक्ते अत्र धातुतः यदा प्रत्ययः विधीयते तर्हि धातुः इदानीम् अङ्गमस्ति, इदानीं भू इति धातुः अस्ति, तस्मात् तिङ् प्रत्ययः विधीयते, ति इति प्रत्ययः विधीयते चेत् इदानीं भू इति अङ्गम् इति वदामः। प्रत्ययात् पूर्वं यः भागः अस्ति तदङ्गम्। तर्हि भू इदानीं धातुः नास्ति वा इति चेत्, धातुः अपि अस्ति, अङ्गमपि अस्ति, अतः धातुरूपी अङ्गम् इति वदामः। तर्हि इदानीम् अत्र मध्ये शप् इति विकरणप्रत्ययः आगच्छति, तदा किं भवति? तदा भव इति आगच्छति, तत्र गुणः सर्वं भूत्वा भवयोगः ति इति अस्ति। इदानीम् अङ्गं किम् इति चेत्, ति इति प्रत्ययात् पूर्वं यः भागः अस्ति भव तदेव अङ्गं. तर्हि सारांशः, प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गं. तर्हि अङ्गम् इत्यस्य विषये किमर्थम् इदानीम् आवश्यकम् इति चेत्, यः गुण यद् गुणकार्यम् अस्ति तद् गुणकार्यम् अङ्गे एव भवति. तर्हि इदानीं भूयोगः शप् योगः ति इति अस्ति. तर्हि शप् इति प्रत्ययः अस्ति, भू इति अङ्गम् अस्ति. शप् इति प्रत्ययात् पूर्वं यः भागः सः भागः अङ्गं. तर्हि भू इत्यस्मिन् एव इत्यस्मिन् अङ्गे गुणकार्यं भवति. अतः अङ्गं नाम किम् इति आवश्यकं. तर्हि भू इत्यस्मिन् गुणः भवति इति वदामः चेत्, तत्र गुणः इत्युक्ते किम् इति चेत्, अत्र नियमद्वयं वर्तते. अधुना सूत्रसहितरूपेण पश्यामः, परन्तु अत्र सारांशरूपेण गुणः इत्युक्ते अत्र अङ्गे कोऽपि स्वरः अस्ति. अत्र स्वरः कीदृशस्वरः इति चेत्, इक् इति स्वरः. इक् प्रत्याहारस्य कश्चन वर्णः. इक् प्रत्याहारे अत्र इ उ ऋ ऋ इति एते वर्णाः सन्ति. इ इति वदामः चेत् अत्र अष्टादशप्रभेदानामपि ग्रहणं. तर्हि इ प्लुत इकारः सर्वेषां ग्रहणम्, अनुनासिकः अननुनासिकः उदात्तः स्वरितः सर्वेषां ग्रहणं. तर्हि इदानीम् अत्र अङ्गे स्वरः अस्ति, इक् वर्णः अस्ति, इकारः उकारः. कुत्र इति चेत् अङ्गस्य अन्ते. तर्हि इदानीं भू इति अस्ति. तर्हि भू इति भकारः अनन्तरं दीर्घ उकारः. तर्हि अङ्गस्य अन्ते दीर्घ उकारः अस्ति. दीर्घ उकारः इक् वर्णः, अतः इक् वर्णस्य गुणः भवति. अनन्तरम् अत्र अङ्गे उपदायाम् अपि इक् वर्णः अस्ति चेत् गुणः भवति. उपदा इत्युक्ते अत्र अन्तिम अङ्गस्य यः अन्तिमवर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तदेव उपदा इति वदामः. बुद्ध इति धातुः अस्ति, बुद्ध. तर्हि बुद्ध इति धातौ अन्ते कः वर्णः अस्ति? अत्र रमाबाई भगिनी वदतु. भगिनि, बुद्ध इति धातौ अन्ते कः वर्णः? बुद्ध इति इड् वर्णः अस्ति. हा, धकारः अस्ति. उपदायां कः वर्णः? उकारः. उकारः उपदा, हा, उकारः अस्ति. सत्यम्. तर्हि अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तदेव उपदा इति वदामः. तर्हि बुद्ध इति धातौ उकारः उपदायाम् अस्ति. तर्हि उपदायां यः इक् वर्णः अस्ति सः इक् वर्णः लघु. लघु इत्युक्ते ह्रस्वः. ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अस्ति चेत् तत्रापि गुणः भवति. तर्हि गुणः भवति इत्युक्ते किम् इति चेत्, यथा अस्माभिः पठितम् अथवा वयं प्रायः जानीमः, गुणसन्धि इति विषये वयं जानीमः. अकारः योगः इकारः अस्ति चेत् एकारः भवति. अकारः योगः उकारः अस्ति चेत् ओकारः भवति. अकारः योगः ऋकारः अस्ति चेत् अर् इति भवति. तथैव अत्रापि, परन्तु अत्र अकारः नास्ति, केवलम् इकारः अस्ति. धातोः अन्ते इकारः दीर्घः वा ह्रस्वः वा भवतु, तत्र इकारः अस्ति चेत् एकारः भवति. उकारः अस्ति चेत् ओकारः भवति. ऋकारः अस्ति चेत् अर् इति भवति. तर्हि प्रश्नः उदेति, किमर्थम् अत्र अकारः अस्ति चेत् इकारः अस्ति चेत् एकारः भवति, उकारः अस्ति चेत् ओकारः भवति इति तादृशप्रश्नः उदेति. तर्हि कथम् अस्ति अत्र कार्यं, कथम् अस्ति इति चेत्, इकारः अत्र गुणवर्णाः त्रयः एव, अकारः एकारः ओकारः इति त्रयः वर्णाः गुणसंज्ञकवर्णाः. तर्हि इकारस्य स्थाने इदानीम् अङ्गस्य अन्ते इकारः अस्ति, ह्रस्वः भवतु दीर्घः भवतु, इकारस्य स्थाने एतेषु त्रिषु गुणसंज्ञकवर्णेषु कः आदिष्टः भवेत् इति चेत् अत्र आकारः एकारः ओकारः. आकारः कण्ठ्यवर्णः अस्ति, एकारः कण्ठ तालव्यवर्णः अस्ति. एकारः तस्य उच्चारणस्थानं कण्ठतालु एकारस्य. ओकारस्य कण्ठोष्टम् इति अस्ति. तालु इति पलेट्, ओष्टः इति इत्युक्ते लिप्स्. तर्हि उच्चारणसमये आकारस्य उच्चारणार्थं कण्ठस्य प्रयोगः भवति, एकारस्य उच्चारणार्थं कण्ठतालु इति स्थानम् अस्ति. ओकारस्य कण्ठोष्टम् इति स्थानमस्ति. तर्हि एषु त्रिषु वर्णेषु इकारस्य स्थाने कः वर्णः आदिष्टः भवेत् इति चेत् इकारः अपि तालव्यवर्णः अस्ति, तस्य उच्चारणार्थं तालोः प्रयोगः भवति. तर्हि एषु त्रिषु वर्णेषु कः आदिष्टः भवेत् इति चेत् तत्र एकारस्य एव साम्यम् अस्ति. अत्र पाणिनिः किं वदति इति चेत् यत्र एकस्य वर्णस्य स्थाने अन्यवर्णः आदिष्टः भवेत् कीदृशवर्णः अत्र वयं न जानीमः. गुणसंज्ञकवर्णेषु कः वर्णः आदिष्टः भवेत् इति न जानीमः. त्रयः वर्णाः सन्ति अतः यत्किमपि भवतु, परन्तु अत्र एकं सहायकसूत्रमस्ति, स्थाने अन्तरतमः इति एकं सूत्रमस्ति. तत् सूत्रं किं वदति इति चेत् स्थानतुल्यम् उच्चारणस्थानतौल्यं यत्र अस्ति तदेव वर्णः आदिष्टः भवेत् इति वदति. तर्हि ईकारस्य उच्चारणस्थानं तालु, एकारस्य उच्चारणस्थानं कण्ठतालु. तर्हि तत्र तालु इति तालव्यस्थानं साम्यम् अस्ति, अतः इकारस्य स्थाने एकारः आदिष्टः भवति. तर्हि ह्रस्व इकारः भवतु उकारः भवतु, तस्य स्थाने एकारः आगच्छति. तदनन्तरम् अत्र उकारः अस्ति, उकारः ओष्ठ्यवर्णः अस्ति, उकारः ओष्ठ्यवर्णः अस्ति. तर्हि इदानीम् अङ्गस्य अन्ते ऊकारः अथवा दीर्घ उकारः अथवा प्लुत उकारः अस्ति चेत् तस्य स्थाने कः वर्णः आगच्छति इति चेत् अत्र त्रिषु वर्णेषु आकारः एकारः ओकारः गुणसंज्ञकवर्णेषु अत्र ओकारस्य एव कण्ठोष्ठस्थानम् अस्ति. तर्हि ओष्ठ्यस्थानं साम्यम् अस्ति, अतः एव ऊकारस्य स्थाने ओकारः आगच्छति. अनन्तरम् इदानीं ऋकारः इति पश्यामः. तर्हि कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु, नो चेत् अहमेव सर्वान् म्यूट् मध्ये स्थापयामि. हा, तर्हि इदानीम् अत्र ऋकारस्य स्थाने कः वर्णः आदिष्टः भवेत् इति चेत् अत्र त्रयः वर्णाः सन्ति, अकारः एकारः ओकारः. ऋकारस्य उच्चारणस्थानम् अस्ति मूर्धा, मूर्धा यत्र अत्र कृष्ण कृष्ण इति पदे अपि ऋकारः अस्ति, तस्य उच्चारणार्थं ऋकारस्य मूर्धा स्थानम् अस्ति. तर्हि सर्वत्र ऋकारस्य उच्चारणस्थानं मूर्धा. तर्हि अत्र गुणसंज्ञकवर्णेषु अकारः एकारः ओकारः एषु त्रिषु वर्णेषु कस्यापि मूर्धास्थानं नास्ति. एकारस्य मूर्धास्थानं नास्ति, ओकारस्य अपि मूर्धास्थानं नास्ति. एतेषु त्रिषु वर्णेषु कः आदिष्टः भवेत् इति चेत् अत्र अधिकसाम्यं नास्ति एव, परन्तु अत्र अकारस्य कण्ठस्थानम् अस्ति. तर्हि अत्र एतेषु त्रिषु वर्णेषु कोऽपि वर्णः आगच्छेत् इति कृत्वा अत्र अकारः आगच्छति, यद्यपि अधिकसाम्यं नास्ति तथापि आगच्छति. तदनन्तरम् अत्र वयं किं कुर्मः इति चेत् तदनन्तरं तत्र रेपः अपि आगच्छति, अकारस्य अनन्तरं रेपः आगच्छति. तर्हि रेपः मूर्धन्यवर्णः अस्ति, रेपः मूर्धन्यवर्णः अस्ति. इदानीं कण्ठरेपः कण्ठमूर्धा इति स्थानम् आगच्छति, अकारः योगः रेपः अर् इति कण्ठमूर्धा इति स्थानम् अस्ति. ऋकारस्य स्थानं मूर्धा, इदानीं कण्ठमूर्धा इति स्थानं साम्यम् अस्ति, स्थानतौल्यम् अस्ति, अतः तत्र अर् इति वदामः. इति तत्र कथं कस्य वर्णस्य स्थाने किम् आगच्छति इति तस्मिन् विषये किञ्चित् उक्तवती. इदानीम् अत्र नियमद्वयम् अस्माभिः ज्ञातव्यः. एकः अस्ति अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् तस्य गुणः भवति, अपि च उपधायाम् इक् वर्णः अस्ति. कीदृश इक् वर्णः इति चेत् लघु इक् वर्णः, ह्रस्व इक् वर्णः. अङ्गस्य अन्ते यः कोऽपि इक् वर्णः भवतु, परन्तु उपधायां लघु इक् वर्णः भवति चेत् एव गुणः भवति इति अस्ति. अत्र सूत्रद्वयं वर्तते. प्रथमम् अङ्गस्य अन्ते इक् वर्णस्य गुणः कथं भवति, केन सूत्रेण भवति इति चेत् तत्र सार्वधातुक आर्धधातुकयोः इति एकं सूत्रमस्ति. सार्वधातुक आर्धधातुकयोः इति गुणसंज्ञकसूत्रमस्ति, गुणविधायकसूत्रमस्ति, क्षम्यतां, गुणविधायकसूत्रमस्ति. तदनन्तरम् उपधायां लघु इक् वर्णः अथवा ह्रस्व इक् वर्णस्य गुणः इति केन सूत्रेण भवति इति चेत् पुगन्तलघुपदस्य च इति सूत्रेण भवति. अधुना अद्य द्वयोः सूत्रयोः अत्र आदौ सार्वधातुकार्धधातुकयोः इति सूत्रस्य विषये पठामः, तदनन्तरम् अग्रिमपाठे पुगन्तलघुपदस्य च इति सूत्रस्य विषये पठामः. अपि च अत्र अस्मिन् सूत्रे सार्वधातुक अर्धधातुकयोः इति अस्ति. तत्र किं भवति, तस्य अन्वयः कथं भवति, सूत्रस्य अर्थः कः, सर्वम् अधुना अद्य पठिष्यामः. अस्तु तर्हि अस्तु अत्र सुमन् भगिनि, प्रश्नः कः? भगिनी भवती उक्तवती खलु इकार उकार उच्चारणस्थाने सर्वे कुत्रापि अस्ति किम्? एतत् अस्माकं करपत्रे कुत्र न कुत्रापि नास्ति. अत्र पाणिनीयशिक्षा उच्चारणविषयः पाणिनीयशिक्षा पुस्तके अस्ति भगिनि, अस्माकं व्याकरणपुस्तके नास्ति. अत्र पाणिनिः इति अन्यं ग्रन्थमपि रचितवान्, शिक्षा इति ग्रन्थः, तत्र उच्चारणस्य विषये उक्तमस्ति. अत्र अस्माकं विषयः केवलं किञ्चित् अवगमनार्थम् अत्र उक्तवती. अग्रे कदाचित् तत्र तस्मिन् विषये इतोपि अधिकं पठिष्यामः. अस्माकं करपत्रे नास्ति, प्रायः अग्रे कदाचित् आयास्यति. परन्तु अत्र विषयः कः इति चेत् उच्चारणसाम्यं दृष्ट्वा एव. हा, शिक्षा, पाणिनीयशिक्षा इति पुस्तकम्. संस्कृतभारतेः शिक्षा नास्ति. न संस्कृतभारतेः शिक्षा किमपि अस्ति वा, शिक्षापुस्तकं संस्कृतभारते किमपि डिएल्पि? तन्नास्ति. अत्र तु पाणिनीयशिक्षा इति अत्र उच्चारणस्य विषये अस्ति, कुत्र अत्र मुखस्य स्थानानि कानि इत्युक्ते वयं जानीमः अत्र मुखस्य उच्चारणार्थं पञ्चस्थानानि सन्ति, कण्ठः, मूर्धा, तालु, दन्ताः, ओष्ठः इति पञ्चस्थानानि सन्ति. नासिका इति अपि अस्ति. हा, नासिका इत्यपि, नासिका वस्तुतः तत्र स्थानानि इत्युक्ते पञ्चस्थानानि एव वदामः मुखस्य अन्ते. नासिका अपि एकः उच्चारणस्थानं. अस्तु, समीचीनम् भगिनी. भगिनी, इति शिक्षा वेदाङ्ग एकं वेदाङ्ग अस्ति शिक्षा? तद् तु शिक्षा, सत्यं सत्यं, वेदाङ्गम् एव शिक्षा इति वेदाङ्गमेव. इत्युक्ते भगिनि वेदस्य अङ्गानि सन्ति खलु, शिक्षा, निरुक्तं, ज्योतिषम् इति, तेषु शिक्षा अपि अन्यतमः. पुस्तकस्य शीर्षक एव खलु पुस्तक? हा, पाणिनीय ग्रन्थस्य नाम शिक्षा. अस्तु, इदानीं तत्सर्वम् अस्माकं विषयः नास्ति. इदानीम् अस्माकं विषयः अस्ति गुणः इति. तर्हि अत्र पुनः एकवारम् आरम्भतः पठामः. अत्र सन्दीप् महोदय आरम्भं करोति वा? गुणः सूत्रसहिता दृष्टिः किल? सत्यं सत्यम्. एतावता अस्माभिः दृष्टं यत् भादिगणे धात्वङ्गस्य स्वरे गुणः भवति, केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टं. कानिचन उदाहरणानि अपि निरूपितानि आसन्. इदानीं पुनः गुणविषये विचारयाम. अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यते. पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्. तत्र संस्कृतभाषायाः सम्पूर्णं मानचित्रं लभ्यते. मानचित्रं इत्युक्ते माइंड मैप. एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते. इदं मानचित्रं सूत्ररूपेण विरचितं, तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति पाणिनीयसूत्राधारेण प्रदर्शनीयं भवति. व्याकरणलोके सूत्रं प्रमाणम्. तावत् वदतु. पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्. तत्र आ, पदानि सर्वाणि कथं निर्माणं भवति इति ज्ञायते अष्टाध्याय्या पदान् पदानां I think I'm struggling with this. हा न भवान् अवगच्छति एव खलु अवगच्छामि परन्तु क्लेशः अस्ति हा अत्र पश्यतु अत्र अष्टाध्यायी इति ग्रन्थः अस्ति तत्र अष्टाध्यायी इति ग्रन्थं कथमस्ति तत्र सूत्ररूपेण एव अस्ति खलु अष्टाध्यायी इति ग्रन्थः तत्र सूत्राणि सन्ति तर्हि अत्र संस्कृतभाषायां बहूनि पदानि सन्ति सुबन्तपदानि अथवा तिङन्तपदानि सन्ति तेषां निर्माणं कथं भवति इति कथं ज्ञायते इति चेत् तत्र सूत्रं पश्यामः सूत्रस्य अर्थः कः इति अवगच्छामः चेत् सूत्रस्य प्रयोगेण वयं ज्ञातुं शक्नुमः पदस्य निर्माणं कथं भवति इति ज्ञातुं शक्नुमः तर्हि यदा कदापि अत्र व्याकरणविषये किमपि वयं प्रदर्शयितुम् इच्छामः चेत् सूत्र आधारेण एव प्रदर्शयामः यतोहि सूत्रमेव प्रमाणमस्ति व्याकरणे सूत्रमेव प्रमाणं तर्हि यदि अत्र भूयोगः शप्योगः ति भवति इति कथं भवति इति वयं प्रदर्शयामः चेत् क्रमेण तत्र सूत्रमपि वक्तव्यं भवति आधाररूपेण भू इति अस्ति तत्र भू योगः शप् शप् इत्यस्मिन् इत्संज्ञकवर्णानां लोपः भवति तत्र लषक्वदधिते इति सूत्रमस्ति हलन्त्यम् इति सूत्रमस्ति तदनन्तरं गुणः भवति सारधातुकार्धधातुकयोः इति नेन गुणः भवति सन्धिकार्यं भवति सर्वं सूत्ररूपेण एव वयं प्रदर्शयामः प्रत्येकस्मिन् सोपाने सूत्रं किं तदेव सूत्रमेव आधारः भवति प्रमाणं भवति अस्तु स्पष्टं वा प्रथमपरिच्छेदे किम् आसीत् एकक्षणं भगिनि प्रथमपरिच्छेदे किम् आसीत् महोदय प्रथमपरिच्छेदे फस्ट् पेराग्राफ् किम् आसीत् एतावता अस्माभिः दृष्टम् धात्वाङ्गस्य स्वरे गुणः भवति इति दृष्टं केषां स्वराणां गुणादेशः भवति काभ्यां एतत् गुणस्य गुणः कथं भवति इति सूत्राणि सूत्रेण ज्ञायते उदाहरणानि वयं दृष्टवन्तः अतः अत्र वयं गुणविषयं सूत्रसहिता चर्चा वयं प्लूरल् आफ् करिष्यन्ते चर्चा कुर्मः वयम् चर्चा करिष्यामः अस्तु समीचीनमस्ति अधुना अत्र सूत्रसहिता दृष्टिः कथमस्ति इति पश्यामः अस्तु अत्र लता भगिनी किमस्ति पर्याये इति पदस्य अर्थं पेराग्राफ् इस् इट् पर्याये इत्युक्ते सिनोनिम् अस्मिन् पदतः पर्यायपदं न अत्र प्रथम पेराग्राफ् अन्ते अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यते पर्याये चाप्टर् इस् इट् आल्सो हा अस्मिन् पर्याये इत्युक्ते अस्मिन् चाप्टर् सत्यम् ओके ओके अवगतं थेङ्क् यू अस्तु तर्हि अग्रे अत्र वसन्ति भगिनि अग्रे पठति वा अस्तु जि ततः एवं रीत्या धातुविषये अपि अवलोकनीयं पद्धतिः अपि अत्यन्ता सुन्दरी. तर्हि अग्रे सुरेम धातुगणव्यवस्थां गुणव्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम. पूर्वम् अस्माभिः द्रष्टुं यत् द्वातिगणे नियमद्वयस्य बलेन गुणः क्रियते. एकः नियमः यत्र धातोः अन्तिमवर्णः स्वरः, अपरनियमः यत्र धातोः उपधास्वरः इति. अधुना प्रथमं नियमम् अवलोकयाम. भूधातोः माध्यमेन द्वातिगणे धातोः अन्तिमवर्णः इ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू भो जि जे श्रु सर् सर् किमस्ति अत्र वदतु. ओके ब्रात् वातिगणे गुणः क्रियते. प्रथमनियमः अत एव रीत्या धातुविषये अपि अवलोकनीयं. ततः आरभ्य वदतु. ओ ओके अतः एवं रीत्या अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्. इट्स् लिटल् डिफिकल्ट् टु से संस्कृतम्. अवगच्छति खलु? अवगच्छति, अवगच्छामि. प्रयत्नं करोतु भगिनि. किञ्चित् आङ्ग्लभाषायां वदति चेत् चिन्ता नास्ति, परन्तु प्रयत्नं करोतु. धातुविषये वयं दृष्टवन्तः. स्वर्गीय गणव्यवस्था माध्यमेन परिशीलयामः. हा, समीचीनमेव भगिनि. सूत्रस्य माध्यमेन परिशीलयामः. हा, इत्युक्ते तत्र धातुगणस्य विषये किञ्चित् अस्माभिः पठितमासीत्. अधुना अत्र अग्रे वयं किं कुर्मः इति चेत्, धातुगणस्य सम्पूर्णरीत्या कथं भवति, धातुगणः कथं भवति, तत्र व्यवस्था कीदृशी इति सर्वं सूत्ररूपेण पठिष्यामः इति कृतमस्ति. गुणस्य विषये अपि सूत्ररूपेण पठिष्यामः. अग्रे वातिगणे द्वयस्य नियमः भवति. एकनियमः धातोः अन्तिमवर्णः स्वरः, अपरनियमः धातोः उपधा स्वरः इति. तर्हि हा, तर्हि अत्र नियमद्वयं वर्तते खलु? इक् वर्णस्य गुणः भवति. अन्तिम वर्णः इक् इति चेत् गुणः भवति. अपि च द्वितीयनियमः धातोः अन्तिमवर्णः इति चेत् द्वितीयनियमः धातोः अन्तिमवर्णस्य पूर्वं ह्रस्वस्वर ह्रस्व इक् भवति चेत् ह्रस्व इक् अस्ति चेत् गुणः भवति. सत्यं सत्यं, बहु समीचीनं भगिनि, सम्यक्तया प्रयत्नं कृतवती, सम्यक्. अत्र नियमद्वयं वर्तते, धातोः अन्ते इक् वर्णः अस्ति चेत् गुणः भवति, उपदायाम् इत्युक्ते अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति सः इक् वर्णः, लघु इक् वर्णः अस्ति चेत् तस्यापि गुणः भवति इत्येव अत्र दत्तमस्ति. अस्तु, समीचीनम्. अग्रे सूर्यकुमारी भगिनी पठति वा? कस्यचित् गृहे कुक्कुरः पशति, कृपया म्यूट् करोतु भगिनि. हा, पृच्छतु भगिनि, गीताञ्जलि भगिनि. अत्र उपर उपरनियमः यत्र धातोः उपधा स्वरः इति, किन्तु ह्रस्वस्वरः इति न दत्तम्. अग्रे सूत्ररूपेण पठिष्यामः ह्रस्वस्वरः कथं ह्रस्वस्वरः. इदानीम् अत्र सामान्यनियमः एवमेव उक्तमस्ति, उपधास्वरः इति उक्तमस्ति, परन्तु कीदृश उपधा, अत्र उपधायां कः वर्णः इति न दत्तम्. अत्र उपधायां स्वरः इति एव दत्तमस्ति, परन्तु सूत्रेण पश्यामः अत्र उपधायां लघुवर्णः अस्ति चेदेव गुणः इति. सूत्रमेव आधारः, सूत्रमस्ति पुगन्तलघुपदस्य च इति सूत्रं. लघुपदस्य लघु उपधा इति अस्ति, लघु इत्युक्ते ह्रस्वः इति अस्ति, ह्रस्वं लघु इति एकं सूत्रमस्ति. ह्रस्वस्वरस्य लघुसंज्ञा भवति, ह्रस्वस्वरस्य लघुसंज्ञा भवति, अतः एव पुगन्तलघुपदस्य च इति सूत्रम् अग्रे पठिष्यामः. अस्तु, धन्यवादः. हा, अत्र सूर्यकुमारी भगिनी, मम एकं प्रश्नमस्ति. भवती पूर्वम् उक्तवती, क्षम्यताम्, एतत् विषये एकं एषः विषये एतस्मिन् विषये एकं वाक्यं वदतु. ऋकार तु मूर्धन मूर्धन्यः इति उक्तवती, अर् तु एकः वर्णः एव नास्ति खलु, तत्तु तत्तु वर्णसमूहः अस्ति, अतः तस्य उच्चारणस्थाने अपि अस्ति किम्? अर् इति वर्णसमूहः अस्ति, परन्तु तस्य उच्चारणस्थानं किं? कण्ठमूर्धास्थानं खलु, अकारस्य उच्चारणार्थं कण्ठस्य प्रयोगः, रेपस्य उच्चारणार्थं मूर्धायाः स्थानस्य प्रयोगः, अतः द्वयोः मिलित्वा कण्ठमूर्धा इति स्थानम् अस्ति, ऋकारस्य स्थानं मूर्धा, अतः साम्यं वर्तते. सम्पूर्णतया साम्यं नास्ति, परन्तु किञ्चित् साम्यं वर्तते खलु. अस्तु अस्तु. अल् विषये किमपि न उक्तवती, लकार अस्ति चेत् यतोहि अत्र तथा तादृश लृकारः न पश्यामः भगिनि, गुणस्य कृते गुणकार्यस्य कृते लृकारस्य कुत्रापि नास्ति, अतः एव न उक्तवती. अस्तु अस्तु अस्तु, धन्यवादः भगिनि. हा पठतु, हा पठतु. अधुना प्रथमं नियमम् अवलोकयाम. भूधातोः माध्यमेन द्वादिगणे धातोः अन्तिमवर्णः इ ई उ ऊ रु रु अस्ति चेत् तस्य वर्णस्य गुणः भवति, यथा भू गुणः भो, जि गुणः जे, सृगुणः सर् स अस्तु. उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः? प्रश्नः इति चेत् भू योगः सप् योगः ति भवति इति उदाहरणं पश्याम. तावद् वदतु. प्रथमनियमम् अवलोकयाम. भूधातो उदाहरणम् अस्ति. भूधातुः द्वादिगणे अस्ति, अन्तिमवर्णः भूधातु ऊकारः गुणचेत् भो भवति. इदानीं जी धातु गुण जे भवति, सृधातु गुण सर् भवति. भूधातुः गुणः, भूधातुः गुणः तत्र उकारस्य गुणः खलु? उकारस्य गुणः, उकारस्य गुणः कः? उष्ट. हा, उकारस्य गुणः किं, कः वर्णः आदिष्टः भवति? गुण अर् अर् आदिष्ट उकारस्य. भू इति अस्ति खलु? भू, भूगुण ओकारस्य. हा, ओकारः. तर्हि ओकारस्य स्थाने ओकारः आगच्छति, तर्हि भो इति भवति खलु. झी इत्यस्य इकारस्य गुणः एकारः, इकारस्य स्थाने एकारः, तर्हि जे इति भवति. सृ इति ऋकारस्य गुणः रेफः. हा, अर् इति अस्ति, तर्हि ऋकारस्य स्थाने अर्, अतः सर् इति भवति. हा, अग्रे किम् अस्ति? अस्तु, उपरि लिखतः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः प्रश्नः इति प्रश्नः. इति चेत् भू इति लोपः इति चेत् भू सप् योगः ति भवति, सा लोपः भवति, पालोप सकारः पकारः लोपः भवति इति उदाहरणं पश्यामः. सत्यम्, अत्र सर्वत्र वयं गुणः इति वदामः, अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् तस्य गुणः इति वदामः. इदानीं प्रथमनियमस्य विषये पठामः, सूत्रं किम् इति. प्रथमनियमः अस्ति, अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् तस्य गुणः भवति इति वदामः. तर्हि कथं भवति, केन सूत्रेण गुणः भवति इति अधुना पश्यामः. अत्र एकम् उदाहरणं स्वीकुर्मः. भूयोगः शप्योगः ति. भू इति धातुः भ्वादिगणे अस्ति, तत्र गुणकार्यं कथं भवति इति अद्य एकवारम् उदाहरणसहितं पश्यामः. अस्तु भगिनि, धन्यवादः. अग्रे अत्र विनयमहोदय पठति वा? आं भगिनि. अहत् प्रक्रिया एतादृशी, भू योग शप् योग ते लशक्मतदिते हलन्त्यं तस्य लोपः इति सूत्रैः शकारपकारयोः लोपः भू योग अ योग ते तिंक्षित सार्वधातुकम् इति अनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञः. सार्वधातुक आर्धातुकयोः इति अनेन सार्वधातुक. कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. हा, महोदय पठतु. ओके. सार्वधातुक आर्धातुकयोः इति अनेन सार्वधातुक प्रत्यये परे इगन्त अङ्गस्य एकगुणः भो योग अ योग ति एचो अय वा एचो अय या वायाः इति अनेन ओस्थाने अव, अतः भ योग अव योग अ योग ति वर्णमेलने भवति अस्ति. किमस्ति, क्रमेण वदतु. मम अहम् इत्थम् अवगच्छामि. सम्यक्, तर्हि वदतु. भू भू योग शप् योगति कथं भवति भवितव्यम्. अतः एकसाधारणप्रणाली नास्ति, परन्तु सर्वे सूत्राणि अपेक्षितः. प्रथमसूत्रः लषत्व अदितेः, द्वितीय हलन्त्यम्, तृतीय तस्य लोपः. अतः एव शप अवशिष्यते. परन्तु तदनन्तरम् एक अन्य सूत्रः तिंशित् सार्वधातुकम् इति, अनेन शप् प्रत्ययस्य सार्वधातुकं संज्ञा केवल नामकरणम् अस्ति. तर्हि सार्वधातुक आर्धातुकयोः अनदर अन्य सूत्रः अपि नामकरणं, परन्तु कार्यम् अनन्तरं सन्धिसूत्रः एयो अयवायावः. अतः सर्वप्रक्रमेण कार्यं भवति सूत्र सूत्र आदेश कारणेन. अस्तु भव्य, समीचीनं महोदय, समीचीनम्. अत्र अत्र पश्यतु अत्र कथमस्ति इति पश्यतु. अत्र प्रक्रिया सर्व यत्र यत्र कुत्रापि प्रक्रिया अस्ति. अस्माकं प्रथमं सोपानं किम् इति चेत्, प्रथमतया धातुः भवतु, प्रत्ययः भवतु, आगमः भवतु, आदेशः भवतु, यत्किमपि भवतु, प्रथमसोपानम् अस्ति इत्सङ्गिकवर्णानां लोपः. इत्सङ्गिकवर्णानां लोपः एव प्रथमसोपानम् अस्ति. तर्हि इदानीं भू इति धातुः अस्ति, तत्र इत्सङ्गिकवर्णः अस्ति वा भू इति धातौ? भूधातु, भूधातु एक वर्णः भू अन्ते अस्ति. इक् वर्णः वा भूधातु? इत् वर्णः वा, इत् संज्ञकवर्णः वा भवति? इत् और इक्? न न, अत्र पश्यतु, भू इति धातौ कोऽपि वर्णः इत् संज्ञकवर्णः वा? भूधातु इत् संज्ञः वर्णकः अस्ति वा इति प्रश्नः. न, अहं वदामि अस्ति. कः वर्णः? वर्णः दीर्घ उ अस्ति. दीर्घ उकारस्य इत् संज्ञा अस्ति वा? सूत्र इत् संज्ञा किं सूत्रेण इत् संज्ञः भवति प्रश्न अस्ति. सार्वधातुकार्धातुकयो वन न न इत्संज्ञासूत्राणि वयं पठितवन्तः खलु. केन सूत्रेण अच्वर्णस्य इत्संज्ञा भवति? सूत्रेण Bhagini, he is hearing it, ik for it. Na, it, it sanya. It sanya eva, na to ik. No, it sanya. It sanya. Astiva prashnaha, it sanya astiva, asti chet kena sutrena. No, it sanya dhatu sambandhe chatvara sutrani. सत्यं सत्यम्. अत्र कस्यचित् सूत्रस्य प्रसक्तिः अस्ति वा? चतुर्षु सूत्रेषु कस्यचित् प्रसक्तिः अस्ति वा? न. अत्र अच् सम्बन्धे एकमेव सूत्रमस्ति, उपदेशे जननासिक इत् इति एकमेव सूत्रम्. अत्र तस्य तस्य प्रसक्तिः अस्ति वा अत्र? उपदेशे अनुनासिक इत् सूत्र अस्ति. न भगिनि, अत्र इत्संज्ञक अत्र उकारः कीदृशवर्णः? अनुनासिकः अस्ति वा? उकार सर्वे स्वर अनुनासिक उ अपि अनुनासिक न अत्र अत्र किमस्ति अनुनासिकचिह्नम् अस्ति वा अत्र उकारस्य अनुनासिकचिह्नम् अस्ति वा नास्ति खलु प्रायशः जानामि चन्द्रबिन्दु अस्ति न अत्र नास्ति खलु भू इति अत्र उकारस्य अनुनासिकचिह्नं नास्ति खलु क्षम्यतां भगिनि भू भूधातु भूसत्तायां लौकिक न औपदेशिक औपदेशक आधारेण न न न न न उक्तवान् परन्तु भूसत्तायां धातु अनुनासिक नास्ति सत्यम् अनुनासिकः नास्ति सत्यम् अनुनासिकः वर्णः नास्ति अतः इत्संज्ञा नास्ति भू इति औपदेशिकधातुः अपि भू एव लौकिकधातुः अपि भू एव भू एव मध्ये भू धातुः स्वयमेव इति नास्ति परन्तु अङ्ग अङ्ग इति अङ्ग इति भवति धातु इङ्ग इति न भवति न अङ्गं कथम् इति भवति अङ्गं कथम् इति भवति अङ्गम् इति भवति न अत्र पश्यतु महोदय अत्र भूधातुः तत्र इक् वर्णः इत् वर्णः नास्ति भूधातौ इत्संज्ञकवर्णः नास्ति अतः तत्र भू इति भू एव तिष्ठति तत् इदानीं भू इति एव अङ्गम् अस्ति शप् इति प्रत्ययः अस्ति तदनन्तरम् अतः भू इति अङ्गम् अस्ति तत्र भू इति तथैव तिष्ठति इत्संज्ञकवर्णः नास्ति इदानीं शप् इति प्रत्ययं पश्यामः अस्तु धन्यवादः महोदय अग्रे मीना भगिनी वदतु शप् इति प्रत्यये अत्र इत्संज्ञकवर्णाः सन्ति वा मीना भगिनि उमा भगिनी श्रूयते वदतु शप् इति प्रत्यये शकारः इत्स भवति दशक्वत्तविधेयते सूत्रेण पकारः इत् भवति हलन्त्यम् इति सूत्रेण पकारः इत्संज्ञा भवति तस्य लोपः इति सूत्रेण शकारः पकारः तेषां लोपः सन्ति अकारः एव अवशिष्यते सत्यम् अनन्तरम् अत्र अत्र ति इति प्रत्ययः कोऽपि वर्णः इत्संज्ञकवर्णः अस्ति वा तिङ् प्रत्ययः तिङ् प्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन एकक्षणम् ति इति प्रत्यये इत्संज्ञकवर्णः अस्ति वा इति प्रश्नः इत्संज्ञप्रत्ययः प्रत्ययः नास्ति अत्र यद्यपि ति इति उक्तमस्ति तत्र मूले तु तिप् इति अस्ति तिप् इति अस्ति तस्य लोपः भवति कस्य लोपः पकारः लोपः पकारस्य इत्संज्ञा भूत्वा अत्र ति इति प्रदर्शितमस्ति यद्यपि अत्र ति इति प्रदर्शितमस्ति मूले तु तिप् इति अस्ति तत्र पकारस्य इत्संज्ञा अस्ति तस्य लोपः भवति तर्हि अत्र अस्माकं प्रथमं सोपानम् अस्ति धातुः प्रत्ययः सर्वत्र इत्संज्ञकवर्णानां लोपः एव प्रथमसोपानं तदनन्तरम् इदानीम् अत्र भूयोगः अयोगः ति इति अस्ति इदानीम् अत्र वदतु अत्र तिङ्क्षित् सार्वधातुकम् इति किं वदति तिङ्क्षित् सार्वधातुकं धातु मध्ये हल धातु मध्ये इत् सम्यक् न भवति खलु इत्संज्ञा न भवति वा दुक्री इति धातुः इत्संज्ञकवर्णः नास्ति परन्तु अत्र तु लौकिकरूपमेव आगच्छति खलु न न अहं पृष्टवती यदि औपदेशिकधातुं स्वीकृत्य एव वयं कार्यं कुर्मः खलु तर्हि सर्वत्र प्रथमं सोपाने औपदेशिकरूपमेव स्वीकुर्मः धातुः भवतु प्रत्ययः भवतु यत्किमपि भवतु औपदेशिकरूपं स्वीकृत्य प्रथमतया इत्संज्ञकवर्णानां लोपः भवति तदनन्तरं यत् रूपं निष्पन्नं भवति ततः आरभ्य प्रक्रिया आरभ्यते अस्तु तर्हि अत्र तदनन्तरम् इत्संज्ञकवर्णानां लोपानन्तरम् एकक्षणं भगिनि, इत्संज्ञकवर्णानां लोपानन्तरम् इदानीम् अत्र अस्माकं पुरतः अत्र भू इत्यस्मिन् अङ्गे गुणकार्यं भवितुम् अर्हति, यतोहि भू इति अत्र उकारः, दीर्घ उकारः अस्ति अङ्गस्य अन्ते. तदर्थम् अत्र यत्र कुत्रापि गुणः भवति तत्र प्रत्ययः एव निमित्तं भवति, प्रत्ययः एव कारणं भवति, कस्यचित् कारणेन एव गुणः भवति. अतः अत्र कारणं किम् इति चेत् शप् इति प्रत्ययः एव कारणमस्ति. शप् इति प्रत्ययेन एव भू इति धातौ गुणः भवति. तर्हि कारणं कथं भवति इति चेत् अत्र प्रथमतया अत्र एकं संज्ञासूत्रमस्ति, तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रमस्ति. तत् सूत्रं किं वदति इति चेत् तिङ् प्रत्ययाः वयं जानीमः खलु, अत्र तिङन्तरूपाणि पठति, पठतः, पठन्ति. तत्र पठति इत्यस्मिन् ति इति प्रत्ययः अस्ति, तिङ् प्रत्ययः अस्ति. पठतः, तः इति तत्र तिङ् प्रत्ययः अस्ति. पठन्ति, अन्ति इति तिङ् प्रत्ययः अस्ति. पठसि, सि इति तिङ् प्रत्ययः अस्ति. तर्हि सर्वत्र तिङ् प्रत्ययः एव. यत्र कुत्रापि तिङ् प्रत्ययः अस्ति तस्य सार्वधातुकसंज्ञा भवति. तिङ् प्रत्ययस्य तिङ् प्रत्ययानां सार्वधातुकसंज्ञा भवति. अनन्तरं षित् प्रत्ययः, षित् इत्युक्ते अत्र रामनाथन् महोदय वदतु, षित् इत्युक्ते षित् मीन्स् शकार इत् षित् सत्यं. तर्हि अत्र षित् इत्युक्ते शकारः इत् यस्य सः. तर्हि शप् इति प्रत्ययः षित् अस्ति वा? शप् इति प्रत्ययः षित् अस्ति. किमर्थं षित् अस्ति? शकारम् लशकुतत् इति सूत्रेण शकारः इत् केन सूत्रेण षितः. सत्यं. तर्हि शप् इति प्रत्ययः षित् अस्ति, यतोहि शकारस्य इत्संज्ञा अस्ति. अतः यः प्रत्ययः षित् अस्ति, यस्य शकारस्य इत्संज्ञा अस्ति, तादृशप्रत्ययः. कस्यचित् गृहे कुक्कुरः वसति, कृपया म्यूट् करोतु. कस्य गृहे इति न जानामि. अत्र षित् शकारस्य इत्संज्ञा अस्ति चेत् तर्हि तस्यापि सार्वधातुकसंज्ञा भवति. आहत्य तिङ् प्रत्ययानां सार्वधातुकसंज्ञा, अपि च षित् प्रत्ययानां सार्वधातुकसंज्ञा. तर्हि संज्ञासूत्रमस्ति, केवलं नामकरणमस्ति. तर्हि यत्र कुत्रापि तिङ् प्रत्ययः अस्ति चेत् तस्य सार्वधातुकसंज्ञा भवति, षित् प्रत्ययः अस्ति चेत् तस्य सार्वधातुकसंज्ञा भवति. तर्हि अत्र सार्वधातुकसंज्ञा अस्ति, शप् इति प्रत्ययस्य सार्वधातुकसंज्ञा अस्ति, यतोहि शकारस्य इत्संज्ञा अस्ति. अस्तु, इति द्वितीयं सोपानम्. इदानीं भूयोगः, अयोगः इति तत्र अकारस्य, तत्र शप् इति प्रत्यये अकारः एव अवशिष्यते, अकारस्य सार्वधातुकसंज्ञा अस्ति. अस्तु, तदनन्तरम् अत्र अरुणा भगिनी वदतु, तदनन्तरं किमस्ति? आं महोदय, तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रम्. अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्. सार्वधातुकम् एका संज्ञा. न न, कुत्र अस्ति भवती? अत्र अत्र प्रक्रिया अस्ति खलु, तत्र अग्रिमसोपानं किं? सार्वधातुक अर्धधातुकयोः इति न, सार्वधातुकप्रत्यये परे इगन्ताङ्गस्य गुणः, तत्र किम् अस्ति? अहं न, हा, उपरितन पेराग्राफ् तत्र आहत्य प्रक्रिया एतादृशी, तत्र एव वयं पठन्तः स्मः खलु, सार्वधातुकार्धातुकयोः. तद् वदतु. भूयोगः शप् योगः इति तदेव पठामि. हा, तत्र प्रथमसोपानं दृष्टवन्तः, द्वितीयसोपानं तिङ्क्षित् सार्वधातुकं दृष्टवन्तः, इदानीं तृतीयसोपानं सार्वधातुकार्धातुकयोः इत्यनेन गुणः, तद् वदतु. सार्वधातुक आर्धधातुकयोः इदनेन सार्वधातुकप्रत्यये परे इगन्त अङ्गस्य इकः गुणः. सूत्रं वदति, सार्वधातुक आर्धधातुकयो सूत्रं वदति, सार्वधातुकप्रत्यये परे इगन्त अङ्गस्य इकः गुणः भवति. उदाहरणं भो इति अङ्गः, भो धातु योगः शप् प्रत्यय इत्संज्ञानन्तरं रूपं, ततः शप् सार्वधातुकसंज्ञा नाम अस्ति, अतः गुणः भो अस्य गुणः भवति. भूस्य गुणः भो भवति. निमित्तं किम् अत्र? अत्र शप् सार्वधातुकप्रत्यय परे. सत्यम्. अत्र शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तस्य संज्ञा अस्ति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तस्य संज्ञा अस्ति, सार्वधातुकसंज्ञा. इदानीं सार्वधातुकप्रत्ययः अस्ति शप्, अतः यत्र सार्वधातुकप्रत्ययः परः अस्ति तस्मात् पूर्वम् अङ्गस्य गुणः भवति. यदि अङ्गे इक् वर्णः अस्ति चेत्, इदानीं भू इति अङ्गे इक् वर्णः अस्ति, दीर्घ ऊकारः इक् वर्णः, अतः तस्य गुणः भवति ओकारः भूत्वा भोयोगः अयोगः ति. तर्हि अत्र गुणस्य कृते निमित्तम् अस्ति प्रत्ययः. कीदृशप्रत्ययः? सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः. अस्तु अस्तु, धन्यवादः भगिनि. प्रश्नः, अत्र आर्धधातुकयोः आर्धधातुकपदस्य प्रसक्तिः किम्? अवगतम्. भवती सर्वदा अग्रे एव गन्तुम् इच्छति. यद् अस्माकं पुरतः अस्ति तस्मिन् विषये चिन्तनं करोतु भगिनि. सार्वधातुकयोः इति अग्रे आयास्यति, तदनन्तरं पश्यामः. इदानीम् अत्र सार्वधातुकस्य विषयः अस्ति. सार्वधातुक अर्थं यत्र विकरणप्रत्ययः अस्ति तत् वयं सार्वधातुक इति कथयामः किम्? न, विकरणप्रत्ययस्य न. अत्र यत्किञ्चित् तिङ् अस्ति अथवा षित् अस्ति तस्य सार्वधातुकसंज्ञा भवति. यः कोऽपि प्रत्ययः, तिङ् प्रत्ययः नो चेत् षित् प्रत्ययः अस्ति तस्य सार्वधातुकसंज्ञा भवति. अस्तु. सार्वधातुक मीन्स् नाट् ओन्लि धातुस् दट् हाव् विकरणप्रत्यय. न न, धातुविषये एव नास्ति. सार्वधातुकसंज्ञा केवलं प्रत्ययानां विषये, धातोः विषये नास्ति. तर्हि अत्र शप् इति प्रत्ययस्य संज्ञा अस्ति. इदानीं शप् इति प्रत्ययस्य तिस्रः संज्ञाः सन्ति. तिस्रः संज्ञाः सन्ति. अत्र वदति वा के काः संज्ञाः? प्रश्नः न अवगतं भगिनि, क्षम्यता. अत्र शप् इति प्रत्ययस्य संज्ञाः सन्ति. नामकरणम् अस्ति खलु. अत्र त्रीणि नामकरणानि सन्ति. कानि तानि? षित् पित्. हा, वदतु विजयलक्ष्मी भगिनी. एकं तु षित् इति नामकरणमस्ति, अन्येकं पित् इति नामकरणमस्ति, अन्येकं सार्वधातुकम् इति नामकरणमस्ति. हा, बहु समीचीनम्. तर्हि अत्र शप् इति प्रत्ययस्य त्रीणि नामकरणानि सन्ति. एकमस्ति षकारस्य इत्संज्ञा अस्ति, लषक्वदिते इति षकारस्य इत्संज्ञा अस्ति, अतः षित् अस्ति. तर्हि प्रत्ययस्य नामकरणमस्ति षित् इति. अनन्तरं पकारस्य इत्संज्ञा इति कृत्वा पित् इति अपि नामकरणम् अस्ति. अनन्तरं तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् अस्ति तस्य सार्वधातुकसंज्ञा भवति. अतः इदानीं शप् इति प्रत्ययस्य षित् इति संज्ञा, पित् इति संज्ञा, सार्वधातुकः इति संज्ञा. अस्तु. अवगतं भगिनि, धन्यवादः. अस्तु, इदानीम् अग्रे अत्र रविकला भगिनी वदति वा एचोय वायावः इत्यनेन. वदामि भगिनि. गुणः भो योगः आयोगः ति एचो यवा यावः इत्यनेन ओ स्थाने औ भकार योगः औ योगः आयोगः ति. एतत् वर्णमेलने भवति भविष्यति. भवति इति रूपम्. अस्तु, तर्हि इदानीं भोयोगः अयोगः ति इति अस्ति. तत्र ओकारस्य अनन्तरम् अकारः अस्ति, अच्वर्णः अस्ति खलु. अत्र यान्तावान्तदेशसन्धि विधायकसूत्रमस्ति एचोय वायावः इति सूत्रं, यान्तावान्तदेशसन्धिविधायकसूत्रं प्रायः वयं जानीमः. तत्र किं भवति, कोऽपि स्मारयति वा? सुमन् भगिनी स्मारयतु, एचोय वायावः इति सूत्रे किं भवति? Okay. अस्तु महोदय. तत्र एच् वर्णः अस्ति चेत्, एच् वर्णः इत्युक्ते ए ओ ऐ औ, तेषां स्थाने ऐ अव् ऐ आव् आदेशः भवति. यत्र पदस्य प्रथमपदस्य अन्ते परवर्ण पूर्ववर्ण क्षम्यताम् ए ओ ऐ औ अस्ति, तस्मात् पर स्वर अस्ति चेत्, यः कोऽपि स्वरः अस्ति तर्हि, तर्हि पूर्ववर्णः एकारः, ओकारः, ऐकारः अथवा औकारः एतेषु अन्यतमः वर्णः अस्ति. परवर्णः अच्वर्णः अस्ति चेत् तत्र एकारस्य स्थाने किं भवति? ऐ. हा, ओकारस्य स्थाने औ. ऐकारस्य स्थाने ऐ, औकारस्य स्थाने आव. एते आदेशाः भवन्ति यत्र अच्वर्णः परः अस्ति. तदेव एचोय वायावः इति सूत्रं वदति. तर्हि अत्रापि भो इति तत्र अन्ते ओकारः अस्ति, अतः ओकारस्य स्थाने किं भवति? अव् अव् इति आदेशः भवति, अतः भव् इति इदानीं निष्पन्नं. भयोगः अव् भव्, भव्योगः अ, इदानीं भव इति अङ्गं, भवति इति रूपं निष्पन्नम्. एतादृशी प्रक्रिया भवति सर्वत्र. अस्तु अस्तु. तर्हि अत्र अत्र भोयोगः अयोगः ति इति अस्ति. अ इति प्रत्ययस्य कृते भो इति अङ्गमस्ति. प्रत्ययात् पूर्वं यत्किमपि अस्ति तस्य नाम अङ्गम्. तर्हि अ इत्यस्य इत्यस्मात् भो अस्ति, तर्हि भो इत्यस्य अङ्गसंज्ञा अस्ति. तदनन्तरम् इदानीं प्रत्ययं योजयामः. भव इति रूपं निष्पन्नं भवति खलु, भव इति. इदानीं भवयोगः ति, इदानीं ति इति प्रत्ययस्य कृते अङ्गं किम्? भव. प्रत्ययात् पूर्वं यत्किमपि रूपम् अस्ति तस्य नाम अङ्गम्. अवगतं भगिनि. अन्य कोऽपि प्रश्नः वा? अस्तु. भव लौकिकरूपम् अस्ति. लौकिकरूपं तत्र तु औपदेशिकरूपं तथा किमपि नास्ति. तत्र तदेव तदेव रूपं, प्रक्रियायां रूपम् अस्ति. भव इति अङ्गमस्ति. अस्तु इदानीं. हा, समीचीनम्. इदानीम् अत्र शोभा भगिनी अग्रे पठति वा? आं भगिनि. अधुना सोपानेन परिशीलयिष्यामः. प्रथमतया शप् प्रत्ययः अवगन्तव्यः. शप् प्रत्यये शकारः न तिष्ठति, अपि तु आगच्छति, अपि अपगच्छति. अपगच्छति किल, किमर्थम् इति जानीमः. लशक्व तद्धिते इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्संज्ञा, तदा तस्य लोपः इत्यनेन इत्संज्ञकस्य शकारस्य लोपः. इदानीम् एतत् अवगच्छतु, यस्मिन् प्रत्यये शकारः इत्संज्ञकः वर्णः अस्ति सः प्रत्ययः षित् इति उच्यते. षित् इत्युक्ते यस्मिन् शकारः इत् सः प्रत्ययः षित्. शकारः इत् यस्य, सः षित् इति बहुव्रीहिसमासः. शप् विकरणप्रत्यये शकारस्य इत्संज्ञा अस्ति, अतः शप् प्रत्ययः षित् इति उच्यते. तत्र सोपानेन गच्छामः चेत् प्रथमसोपानमस्ति शप् प्रत्ययः किम् अस्ति इति अवगन्तव्यम्. शप्रत्यये शकारः न तिष्ठति इति वयं दृष्टवन्तः, अपगच्छति एव. किमर्थं चेत् लशक्वतद्धिते इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्संज्ञा भूत्वा तदनन्तरं तस्य लोपः इत्यनेन लोपः भूत्वा शकारस्य लोपः भवति. अनन्तरं यस्मिन् इदानीं एतत् अवगच्छामः, यस्मिन् प्रत्यये शकारः इत्संज्ञकः वर्णः सः प्रत्ययः षित् इति षित् इति तस्य नामकरणं भवति. षित् यस्मिन् शकारः इत् सः प्रत्ययः इति यथा वयं दृष्टवन्तः पकारः इत् भवति चेत् तस्य पित् इति भवति. अत्र न भवति. शप् इत्यस क्षम्यतां भगिनि, शप् प्रत्यये शकारपकारयोः इत्संज्ञा भवति, अतः षित् अपि पित् इति भवति. सत्यं. पकारस्य इत्संज्ञा केन सूत्रेण? पकारस्य लशक् तत्र नास्ति. पकारस्य एकक्षणं भगिनि, हलन्त्यम् इत्यनेन हलन्त्यम् इति कृत्वा हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा भवति. तत्र आहत्य शकारः इत्यस्य शकारः इत् यस्य सः षित् इति भवति तत्र बहुव्रीहिसमासः कार्यं करोति. तत्र कार्यं भवति. शप् विकरणप्रत्यये शकारस्य इत्संज्ञा अस्ति, अतः शप् प्रत्ययः षित् इति उच्यते. समीचीनं. तर्हि अत्र शप् इति प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति, यतोहि शकारस्यापि इत्संज्ञा अस्ति, पकारस्यापि इत्संज्ञा अस्ति. तर्हि षित् पित् इति द्वौ द्वे नामकरणे अत्र अस्तु. धन्यवादः भगिनि. अग्रे अत्र गीताञ्जलि भगिनी पठति वा? तिङ्क्षित् सार्वधातुकम्. तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रम्. अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः यः सार्वधातुकम्. सार्वधातुकम् एका संज्ञा, एकं नाम तावदेव. व्याकरणे बहूनि नामानि सन्ति, आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति, केवलं नामकरणम्. अग्रे पठामि भगिनि. तावत् वदतु भगिनि. तिङ्क्षित् सार्वधातुकम् इति एकं सूत्रमस्ति. एतस्य सूत्रस्य केवल नामकरणम् अस्ति, संज्ञासूत्रम् अस्ति. यः प्रत्यय तिङ् वा अपि च षित् षित् वा अस्ति सः प्रत्ययः नाम सार्वधातुकम् अस्ति इति दत्तम्. केवलं संज्ञा अस्ति, किमपि अर्थः नास्ति अत्र इति लिखितम्. सत्यम्. अत्र केवलं नामकरणमस्ति, सार्वधातुकम् इति नामकरणम् अस्ति. तर्हि यः प्रत्ययः तिङ् प्रत्ययः इति, अष्टादश तिङ् प्रत्ययाः सन्ति, तिङ् तत्र नव परस्मैपदीप्रत्ययाः, नव आत्मनेपदीप्रत्ययाः, सर्वेषां प्रत्ययानाम् अत्र तिङ् इति संज्ञा अस्ति. प्रत्ययस्य अत्र नव परस्मैपदीप्रत्ययानां, नव आत्मनेपदीप्रत्ययानां सर्वेषां तिङ् इति संज्ञा. तर्हि तादृशप्रत्ययस्य सार्वधातुकम् इति संज्ञा भवति, सार्वधातुकसंज्ञा. तिङ् प्रत्ययस्य सार्वधातुकसंज्ञा, अपि च षित् प्रत्ययस्य अपि सार्वधातुकसंज्ञा अस्ति. तर्हि अत्र प्रश्नः भवति, अत्र आर्धधातुकम् आर्धधातुकसंज्ञा कस्य भवति इति चेत्, यः प्रत्ययः अत्र तिङ्क्षित् सार्वधातुकम् इति उक्तं, तर्हि अवशिष्टानां प्रत्ययानाम् आर्धधातुकसंज्ञा भवति. आर्धधातुकं शेषः इति सूत्रेण अवशिष्टानां प्रत्ययानाम् आर्धधातुकसंज्ञा भवति. इत्युक्ते यः प्रत्ययः धातुभ्यः विधीयते, धातुभ्यः विधीयमानः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति चेत् सः प्रत्ययः आर्धधातुकप्रत्ययः. अत्रापि तिङ्क्षित् सार्वधातुकम् इत्यनेन अपि यः प्रत्ययः धातुभ्यः विधीयते सः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् तस्य सार्वधातुकसंज्ञा, अपि च यः प्रत्ययः धातुभ्यः विधीयते सः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति सः प्रत्ययः आर्धधातुकप्रत्ययः, तस्य आर्धधातुकसंज्ञा. अत्र भगिनी हा भगिनी सर्वे सार्वधातुकानि प्रत्ययानि तिङ्क्षित् सन्ति. सर्वे सार्वधातुकसंज्ञा कस्य भवति इति चेत् तिङ् प्रत्ययानाम् अपि च षित् प्रत्ययानाम् एव सार्वधातुकसंज्ञा. सत्यं तिङ्क्षित् इत्युक्ते सार्वधातुकं, तिङ्क्षित् प्रत्यये अस्ति चेत् इत्युक्ते सार्वधातुकसंज्ञा. सत्यं तिङ्क्षित् अस्ति चेत् सार्वधातुकसंज्ञा भवति, अपि च अवशिष्टप्रत्ययानाम् आर्धधातुकसंज्ञा. हा वदतु भगिनी, लट् लङ् लोट् लृट् एतानि किञ्चित् एव सार्वधातुकं न? लकारस्य विषये नास्ति भगिनी. हा लट् सार्वधातुकलकारः, सत्यं सार्वधातुकलकारः इति वदामः तत् भिन्नविषयः अस्ति. लकारः इति वयं न पठितवन्तः खलु. लकारस्य विषये वदामः चेत् सार्वधातुकलकारः इति चेत् लट् लकारः, लङ् लकारः, लोट् लकारः, विधिलिङ् लकारः, एते लकाराः सार्वधातुकलकाराः. हा इदानीम् अत्र सार्वधातुकलकारस्य विषयः नास्ति, सार्वधातुकप्रत्ययस्य विषयः अस्ति. कस्य सार्वधातुकसंज्ञा भवति इति चेत् तिङ्क्षित् प्रत्ययानां सार्वधातुकसंज्ञा. अस्तु, अत्र कः वदति? वेङ्कटरामन् महोदय सारांशरूपेण वदति वा तिङ्क्षित् सार्वधातुकम् अपि च आर्धधातुकं शेषः? अस्ति वा वेङ्कटरामन् महोदय? अस्तु, अत्र रमाशिवरामन् भगिनी वदति वा? स्टार् सिक्स् नोदयतु. तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रम् अस्ति. यः प्रत्यय तिङ् वा षित् अस्ति सः प्रत्ययः सार्वधातुकं. शप् प्रत्यय षित् इति उक्तं. पित् शप् षित् पित् द्वे अपि अस्ति. इदानीं तिङ्क्षित् सार्वधातुकं संज्ञासूत्रं षित् वा तिङ् सम्बन्धे अस्ति. अनेन सूत्रेण शप् प्रत्ययः सार्वधातुकः इति अवगच्छामः. सम्यक्, बहु सम्यक्. शप् प्रत्ययः सार्वधातुकः इति अवगच्छामः, सत्यं. तर्हि कस्य आर्धधातुकसंज्ञा भवति? कस्य सार्वधातुकसंज्ञा भवति? आर्धधातुकसंज्ञा. इदानीं सार्वधातुकसंज्ञायाः विषये भवती उक्तवती तिङ्क्षित् सार्वधातुकम् इति उक्तवती. कस्य इदानीं यः कोऽपि प्रत्ययः अस्ति धातुतः विहितः अस्ति तस्य सार्वधातुकसंज्ञा वा आर्धधातुकसंज्ञा वा इति कथं जानीमः? शेषः आर्धधातुकः, सत्यम्. इदानीं धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति चेत् सः प्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकं शेषः इति अत्र न दत्तम् अस्ति, परन्तु तत्र समग्रचिन्तनार्थं वदामि. यतोहि अग्रे सार्वधातुक आर्धधातुकयोः इति सूत्रे आर्धधातुकम् इति पदम् आगच्छति, तर्हि तत्र आर्धधातुकः इत्युक्ते कः इति प्रश्नः आगच्छति, अतः वदामि. अस्तु, समीचीनम्. अत्र सार्वधातुकसंज्ञा अर्धधातुकसंज्ञा केवलं धातुभ्यः विधीयमानप्रत्ययानाम् एव विषये भवति. इदानीम् अत्र रामयोगः सु इति प्रत्ययः अस्ति. रामयोगः सु, रामः इति पदमस्ति, तत्र सु इति प्रत्ययस्य संज्ञा अस्ति वा? सार्वधातुकसंज्ञा अस्ति वा, अर्धधातुकसंज्ञा अस्ति वा? सार्वधातुकसंज्ञा न, अत्र रमा शिवरामन् भगिनी वदति. हा, सार्वधातुक न, सुप्रत्यये. तर्हि आर्धधातुकम्, आर्धधातुकम्. अन्य कोऽपि? तिङ् न, षित् न, भगिनि वदामि. आर्धधातुक सार्वधातुक अत्र धातुपद युक्तं, अतः ते तौ अपि सार्वधातुक अर्धधातुक तौ अपि धातुसम्बन्धे एव. सु इस् तुबन्त सम्बन्ध किल, सुप्रत्यय. समीचीनं. हा, यः प्रत्ययः प्रातिपदिकेभ्यः विधीयते, अत्र सु इति प्रत्ययः, सु औजस् अम् औट्षस् इति सुप्रत्ययाः, ते प्रत्ययः प्रातिपदिकेभ्यः विधीयन्ते. अतः प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः, तेषां सार्वधातुकः अर्धधातुकः इति संज्ञा न भवति. केवलं धातुभ्यः विधीयमानः प्रत्ययः, तस्य एव सार्वधातुकसंज्ञा अर्धधातुकसंज्ञा. अतः तत्र रामयोगः सु, सु इत्यस्य सार्वधातुकसंज्ञा नास्ति, अर्धधातुकसंज्ञा अपि नास्ति. अस्तु, आल् प्रातिपादिक प्रातिपदिक रिलेटेड् प्रत्ययस् डोण्ट् फाल् अण्डर् दिस्. सत्यं, सत्यं. यतोहि अत्र धातुः इति सूत्रस्य अधिकारः अस्ति तृतीय अध्याये. तृतीय अध्याये एव धातुः इत्यस्य अधिकारः अस्ति. तर्हि तृतीय अध्याये, अष्टाध्यायां तृतीय अध्याये ये ये प्रत्ययाः सन्ति, अत्र कृत् प्रत्ययः, तिङ् प्रत्ययः, तेषाम् एव सार्वधातुकः अर्धधातुकः इति संज्ञा भवति. तत्र प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः तु चतुर्थ अध्याये, पञ्चमध्याये सन्ति, अतः तत्र धातुः इत्यस्य अधिकारः नास्ति, अतः तत्र सार्वधातुक अर्धधातुकसंज्ञा न भवति. अस्तु, अस्तु, तर्हि अग्रे अत्र गीता भगिनी पठतु. गीता भगिनी स्टार् सिक्स् नोदयतु भगिनि. अस्ति वा गीता भगिनी? न श्रूयते भगिनी. अस्तु, भगिनी एकः प्रश्नः. तत्र सार्वधातुक सा योगः आर्वधातुकम्, आर्व इति अस्ति चेत् अर्थं किं भवति अत्र भगिनि? पुनः पृच्छतु, न अवगच्छामि. आर्वधातुक तत्र आर्धधातुक, अस्तु अस्तु, आर्धधातुकः इति संज्ञा अस्ति. एकक्षणं भगिनि, आर्धधातुकः इति अपि संज्ञा अस्ति. सार्वधातुकः इति यथा संज्ञा, आर्धधातुकः इति अपि संज्ञा. अस्तु अस्तु, अहं श्रुतवती आर्व, आर्ध, आर्धधातुकः, सार्वधातुकः, आर्धधातुकः इति संज्ञा, द्वयमपि संज्ञा. हा, अस्तु, अग्रे अत्र सार्व इति सर्वपदस्य तद्धितं किल. भगिनी इदानीं प्रश्नं पृच्छति किल, ऐ थिङ्क् स प्लस् आर्व बिकम् सार्व, शि मस्ट् हव् थाट्, अतः प्रश्नं पृच्छति, तदेव चिन्तितवती सा आर्वधातुका अतः अहं चिन्तितवती न न भगिन्याः प्रश्नः आर्धधातुकस्य विषये आसीत् तत्र आर्धधातुकः न तु आर्वधातुकः किमर्थम् अहम् आर्व इति सार्व इति अस्ति इति कृत्वा तथा चिन्तितवती अस्तु अस्तु अस्तु चिन्ता नास्ति तर्हि अग्रे अत्र का पठति उमा भगिनी पठति वा यस् उमा भगिनी अस्ति वा हा अस्मि परन्तु भवती उक्तवती उमा द्वयो मीन् टु उमास् आर् देर् हा यस् उमा इति अस्ति तत्र न न न दिस् इस् उमा मीनाक्षी सारी अस्तु भवती एव पठतु ओ वाट् ऐ विल् पठामि करपत्रम् अस्ति वा पुरतः करपत्रम् अस्ति पुरतः शकारपकारयोः लोपः ततः आरभ्य पठतु तृतीयबिन्दुः अस्ति खलु ततः आरभ्य पठतु प्रत्यये शकारपकारयोः लोपः अकारः एव अवशिष्यते शप् यदा शप् प्रत्ययः अस्ति तत्र शकारस्य पकारस्य किम् इत् संज्ञा भवति भगिनि द्वितीयबिन्दुः पूर्वं न कृतं पठितं भगिनि क्षम्यतां क्षम्यतां कुतः गच्छति क्षम्यतां तत्र तत्र नास्ति तर्हि शप्रत्ययः षित् इति उपरि उक्तं क्षम्यतां ततः आरभ्य मम स्क्रीन् कथञ्चित् अग्रे गतं तर्हि शप्रत्ययः षित् पूर्वम् अत्र द्वितीयः बिन्दुः क्षम्यताम् ओके तत्र तर्हि शप्रत्ययः प्रत्ययः षित् इति उपरि उक्तं यवशित् सः सार्वधातुकः इति अत्र उक्तम् अतः शप् प्रत्ययः सार्वधातुकसंज्ञां प्राप्नोति इत्युक्ते यदा शप् गतं न नाट् लैक् देट् शप् प्रत्ययः यदा शप् आगच्छति तदा शकार अस्ति अतः षित् इति किं नामकरणं भवति यदा षित् अस्ति तस्य नामकरणं सार्वधातुकम् इति भवति अनन्तरम् अतः शप् प्रत्ययः सार्वधातुकः तदा शप् प्रत्ययस्य सार्वधातुकसंज्ञा इति नाम भवति अग्रे सारांशः अनेन सूत्रेण शप् प्रत्ययः सार्वधातुकः इति अवगच्छाम तदेव अहम् उक्तवती सत्यं सत्यं समीचीनं भगिनि सम्यक् सम्यक् धन्यवादः तावदेव अत्र अग्रे विजयलक्ष्मी भगिनी पठतु पूर्णः सूत्रार्थः अत्र उक्तः तिङ्षित् सार्वधातुकं धातोः विहितः तिङ्षित् प्रत्ययः सार्वधातुकसंज्ञको भवति श इत् यस्य सः षित् बहुव्रीहिः तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्षित् तिङ्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदम् इदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिः सहितसूत्रं भवति धातोः परश्च तिङ्षित् प्रत्ययः सार्वधातुकम् इति अत्र तिङ् षित् प्रत्ययः कथं प्राप्नुवन्तः इति व्याख्यानं दत्तवन्तः श यस्य यत् प्रत्यये शकारः इत् भवति तस्य नामकरणं भवति षित् इति. ष इत् यस्य सः षित् बहुव्रीहि समासः. अनन्तरं तिङ् इति प्रत्ययः अस्ति एव. सो तिङ् च षित् च तयोः समाहारद्वन्द्वः भवित्वा भूत्वा तिङ्षित् इति पदं प्राप्तवन्तः. तिङ्षित् इति पदं प्रथमान्तः, सार्वधातुकं पदमपि प्रथमान्तः. सो द्विपदयोः सूत्रम् एतत्. अत्र तिङ्षित् सार्वधातुकम् इति श्रुत्वा किमपि वयम् अवगन्तुं न शक्नुमः. अनुवृत्तिसहितसूत्रं भवति धातोः परश्च तिङ्षित् प्रत्ययः सार्वधातुकम् इति. प्रत्ययः इति सूत्रात् संख्या 3:1:1, परश्च 3:1:2, धातोः 91 सूत्रम् एकनवतितमसूत्रं 3:4 13 इति सूत्रसङ्ख्या. एते सर्वे त्रयोदश अधिक एकशतं सूत्रं. तृतीय अध्याये सर्वे सूत्राणि सन्ति. अनुवृत्तिसहितसूत्रं भवति धातोः परश्च तिङ्षित् प्रत्ययः यदि भवति तस्य सार्वधातुकम् इति नामकरणं भवति इति. तत् प्रत्ययस्य नामकरणं सत्यं. धातोः इति पञ्चम्यन्तम् अस्ति. धातोः इति पञ्चम्यन्तं. भगिनी एकः क्लेशः अस्ति, सार्वधातुकं कोऽपि अर्थः अस्ति वा? न, अर्थः किमपि नास्ति, केवलं संज्ञा. ओके, अर्थः नास्ति, नामकरणमेव तावदेव. अर्थः किमपि नास्ति, न कोऽपि अर्थः. अस्तु, अत्र धातोः परश्च तिङ्षित् प्रत्ययः सार्वधातुकं, तत्र स्पष्टमस्ति. धातोः अनन्तरं धातोः परे यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् तस्य सार्वधातुकसंज्ञा भवति इति तत्र मूलविषयः. धातुः इति मुख्यपदमस्ति अत्र. धातुः इति न इति मनसि भवेत्. धातुः तः यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् तस्य सार्वधातुकसंज्ञा. सः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति चेत् सः प्रत्ययः आर्धधातुकप्रत्ययः इति. तत्र आर्धधातुकं शेषः इति अन्यत् सूत्रमस्ति. अग्रे प्रायः अग्रिमकरपत्रे कुत्रचित् आयास्यति. भगिनि, हा, अत्र परश्च अपि च यदि अन्ते इति दत्तं, भेदः कः? कुत्र अन्ते इति दत्तं? न दत्तं, किन्तु अहम् इति पृच्छामि भगिनि, परश्च इति दत्तं, किमर्थम् अन्ते न दत्तम्? अन्ते इत्युक्ते कस्य अन्ते? धातोः अन्ते. न, धातोः अन्ते, धातोः अन्ते प्रत्ययः नास्ति खलु. भू इति धातुः अस्ति, भू इति धातुः अस्ति, तस्य अनन्तरं शप् इति प्रत्ययः अस्ति. तर्हि धातोः परे इत्युक्ते धातोः अनन्तरं यः प्रत्ययः अस्ति प्रत्ययस्य नामकरणं, न तु धातोः नामकरणम्. अतः धातोः अन्ते न भवति. यद् भवती वदति तर्हि अत्र यदि भूयोगः शप् इदानीं भव् इति अस्ति, गुणः भूत्वा भव् इति अस्ति. भव् इत्यस्य सार्वधातुकसंज्ञा नास्ति तत्र. अ इति प्रत्ययः अस्ति खलु, शप् इति प्रत्यये शकारपकारयोः लोपानन्तरम् अकारः अवशिष्यते. अ इति प्रत्ययस्य सार्वधातुकसंज्ञा. स्पष्टं वा? अपि च तिङ् तिङ् अपि सार्वधातुकं, द्वयोः कारणेन सार्वधातुकम् अस्ति भवति. तिङ् इति प्रत्ययस्य अपि सार्वधातुकसंज्ञा, षित् इति प्रत्ययस्य अपि सार्वधातुकसंज्ञा. प्रश्नः कः? द्वयोः कारणेन सार्वधातुकं. हा, द्वयोः कृते सार्वधातुकसंज्ञा. द्वयोः कृते, अस्तु, द्वयोः कृते सार्वधातुकसंज्ञा. इत्युक्ते शित् इति प्रत्ययस्य उदाहरणम् अत्र शप् इति प्रत्ययः जानीमः. शत्रुप्रत्ययः अपि शित् अस्ति. शत्रुप्रत्ययः सार्वधातुकप्रत्ययः, यतोहि शत्रुप्रत्ययः धातुभ्यः विधीयते. अपि च शानेश् प्रत्ययः, तदपि शित् अस्ति, सः प्रत्ययः अपि सार्वधातुकः इति वयं पश्यामः. किमर्थं परश्च इति? धातोः पञ्चमी भवति चेत् परः एव भवति खलु? हा, स्पष्टीकरणार्थमेव अत्र अत्र परश्च इति सूत्रमस्ति. अस्मिन् सूत्रे प्रायः धातोः इति पञ्चमे अन्तं पदमस्ति, परन्तु तत्र तृतीयाध्याये बहूनि सूत्राणि सन्ति, सर्वत्र एतादृशस्पष्टता भवति वा न वा इति द्रष्टव्यं. तर्हि परश्च इत्यनेन स्पष्टं भवति. अत्र परश्च यः अत्र परश्च इति सूत्रं केवलम् अत्र एव नास्ति, बहुत्र भवति परश्च इति सूत्रम्, अधिकारसूत्रं. परश्च अधिकारसूत्रम्, ओ हा, बहुत्र भवति, तत्र सर्वत्र स्पष्टीकरोति. तत्र परश्च परः एव कार्यं भवति इति स्पष्टीकरोति. प्रत्ययः अपि अधिकारसूत्रं वा? हा, प्रत्ययः प्रत्ययः सत्यम्, एतेषाम् अधिकारः. नो चेत् केवलं तिंशित् सार्वधातुकम् इति वदामः चेत् तत्र कस्य सार्वधातुकसंज्ञा भवति इति न जानीमः खलु. प्रत्ययः इति अनुवृत्तिः अस्मिन् सूत्रे यावत्पर्यन्तं न आगच्छति तावत्पर्यन्तं कस्य संज्ञा इति न अवगन्तुं शक्यते. अतः प्रत्ययः इत्यस्य अनुवृत्तिः अपि अस्ति, अपि च दधातुः इत्यस्य अधिकारः अस्ति, तस्यापि अनुवृत्तिः अस्ति अत्र. येन स्पष्टं भवति धातोः परे यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् तस्य सार्वधातुकसंज्ञा. अस्तु अस्तु, तर्हि अत्र स्थगयामः. सर्वे कृपया गृहपाठरूपेण पुनः चिन्तयन्तु. बहु किमपि अधीतम् अद्य. अत्र गुणः कुत्र कुत्र भवति, नियमद्वयेन गुणः भवति, तद् स्मरन्तु. तदनन्तरम् अत्र प्रक्रिया, अत्र भूयोगः शप् योगः ति इति प्रक्रिया एकवारं पुनः पश्यन्तु. अनन्तरं तिंक्षित् सार्वधातुकम् इति सूत्रमस्ति, संज्ञासूत्रं, तदपि पठन्तु एकवारम्. अत्र स्थगयामः. कोऽपि प्रश्नः वा भगिनि? भगिनि, लङ्लकारे प्रथमतः आगच्छति किल प्रत्ययः, अभवत् इति प्रत्ययः नास्ति, अ इति प्रत्ययः नास्ति. वदतु. That's what I thought. Is that also shap? I was wondering. No, no, no. Shap nasti. Shap dhatutah eva vidyate. Shap iti pratyaha dhatutah vidyate. Ataha a iti, yadi agachat iti vadamaha tatra a iti pratyaha nasti. Agamaha asti. Ha, ha. Avagata. Bhagini, pratyaya chukte angla bhashayam suffix. Satyam. भगिनि, पुगन्तलघुपदस्य इदानीं तु न कृतवन्तः खलु? न कृतवन्तः, अग्रिमपाठे. क्वश्चन्, हा कृतं भगिनि, पूर्वम् अस्माभिः पठितं, पूर्वस्मिन् वर्गे. ध्वनिमुद्रणं शृणोतु भगिनि. प्रश्नः कः भगिनि? न, लशक्वतरिते कृतं वा न कृतं वा इति. अस्तु अस्तु अस्तु, तर्हि धन्यवादः, नमस्कारः. नमस्कारः भगिनि, धन्यवादः.